अद्यतन व्याकरणविषये स्वागतम्। अञ्जना अत्र आरम्भं श्लोकं वदति वा? अञ्जना अस्ति वा? आरम्भश्लोकं वदतु, जानाति खलु एनाक्षर? एनाक्षसमानायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीयसूत्रकारं च प्रणतोऽस्मि मुनित्रयं, नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं। हरिः ओं श्रीगुरुभ्यो नमः। धन्यवादः। उत्तमम् उत्तमम्। यूसि मध्ये समयः किम् इदानीं रात्रौ? नववादने वा? अञ्जना समयः किम् अत्र? सिक्स् ओ क्लाक् अम्म। इयर्लि मार्निङ्ग्? यु आर् इन् इण्डिया? नो नो नो, ईविनिङ्ग्। ओ ईविनिङ्ग् 6 PM। अस्तु, इदानीमत्र वयम् अत्र पूर्वत्र शास्त्रसिद्धम्, अनन्तरमत्र शास्त्र असिद्धं किं किम् अभवत् इति एतत् विषये एव अत्र किञ्चित् त्रिपादी अस्ति, अनन्तरं सपादि सप्ताध्यायी अस्ति, त्रिपादि अत्र सूत्राणि किं किम् इति एतत् विषये एव शास्त्र असिद्धं किम् अत्र भवति। पूर्वत्र पूर्वं यत् सूत्रं सन्ति, एतत् सूत्रं तु एतत् सूत्राणि परसूत्राणि दृष्ट्वा अत्र परसूत्रमेव असिद्धं भवति, पूर्वसूत्रं कार्यं करोति इति। अत्र अञ्जना पठतु, शास्त्र असिद्धं, शास्त्रासिद्धं पठितुं शक्यते वा अञ्जना? पठतु। द्वयोः सूत्रयोः प्रसिक्तः समान काले समान स्थले चेत् परित्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इत्युच्येत् अस्य बहूनि उदाहरणानि सन्ति। यदा हल् सन्धिसूत्राणि सर्वाणि त्रिपाद्याम्, अतः एकत्र हल् सन्धि विधायकसूत्रद्वयम् आयाति चेत् परसूत्रस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति। यत् योगः जायते जलान् जस्वन्ते सौः जलां जसोन्ते जलां जसोन्ते बहुवारम् उक्तम्। जलान् जस्वन्ते सोः सुनासुः जस्वन्ते नास्ति जशोन्ते जशोन्ते सोः सुनासुः एकत्र आयातः। तत् समये किं पठनीयं चेत् अन्यत्र सूत्रसङ्ख्या आवश्यकं नास्ति। इदानीमत्र पूर्वसूत्रं परसूत्रं कार्यम् अस्ति चेत् तत् समये एव अत्र सूत्रविषये सङ्ख्या किम् अस्ति इति वक्तव्यं। जलां जशन्ते इति अष्टाध्याये द्वितीयपादे एकोनचत्वारिंशत् सूत्रमस्ति. स्तोः चुना चुः तु अष्टाध्याये चतुर्थपादे चत्वारिंशत् सूत्रमस्ति. सो एतत् जलां जशन्ते पूर्वसूत्रमस्ति. स्तोः चुनाचुः परसूत्रमस्ति. इदानीम् एकत्र आयातः पठतु. एकत्र आयातः स्तोः चुनाचुः इत्यस्य असिद्धत्वात् जलां जशोन्ते जशो अन्ते पूर्वं भवति जायते. स्तोः चुनाचुः इत्यनेन चुत्वं यज् योगः जायते यज्जायते. एवमेव सर्वाणि हल् सन्धिः सूत्राणि. अत्र जलां जशन्ते इति 39 अस्ति, स्तोः चुनाचुः इति 40 अस्ति, चत्वारिंशत्. एतत्तु एकोनचत्वारिंशत्. अत्र पूर्वसूत्रं किम् अस्ति? जलां जशन्ते एव पूर्वसूत्रमस्ति. एतदेव पूर्वसूत्रं. स्तोः चुनाचुः इति परसूत्रमस्ति. अतः त्रिपाद्यां सर्वत्र अत्र त्रिपाद्याम् एव अस्ति. सपादसप्ताध्यायी अष्टाध्यायी अनन्तरं अष्टाध्याय्याम् एकपादपूर्णतया भवति एव. इदानीं यत्र अष्टाध्याय्यां द्वितीयपादम् आरभ्य चतुर्थपादं पर्यन्तम् आयाति, तत् सूत्राणि तानि सूत्राणि सर्वाणि अत्र त्रिपादीम् अस्ति. इदानीमत्र अष्टाध्याये अस्ति, द्वितीयपादे अस्ति, परन्तु चोः चुना तु अष्टाध्याये अस्ति परन्तु चतुर्थपादे अस्ति. इदानीम् एकत्र आयाति. स्तोः चुना चुः इत्यस्य असिद्धत्वात् किमर्थं चेत् किमर्थं स्तोः चुना चुः इति असिद्धत्वात् किमर्थं कोऽपि कारणम् अत्र तत् अनन्तरम् अस्ति. परसूत्रमस्ति. परसूत्रमस्ति. परसूत्रमिति वक्तव्यं. परसूत्रमस्ति. त्रिपाद्यं त्रिपाद्यं मध्ये अस्ति, परसूत्र अस्ति. त्रिपाद्यमपि अस्ति, परसूत्रमपि अस्ति. त्रिपाद्यमपि पूर्वसूत्रमेव बलवत् भवति. यदा सपादसप्ताध्यायं दृष्टवन्तः तादृशमेव. त्रिपाद्यमपि पूर्वसूत्रमेव बलवत् भवति. इदानीमत्र असिद्धत्वात् जलां जशन्ते पूर्वं भवति. इदानीं यद् इति अस्ति, जायते इति भवति. दकारस्य स्थाने स्तोः चुनाचुः इत्यनेन दकारस्य स्थाने जकारः भवति, सदृशतमवरः वर्णः. अत्र दकारः थत् द इति भवति. अनन्तरमत्र जकारः च च ज तृतीयवर्णः. अत्र सदृशतमवर्णः आयाति यथा सङ्ख्यम् अनुदेशः इत्यनेन. अतः तत्र स्तोः चुनाचुः इति असि इति अत्र कार्यम् असिद्धं भवति. यज् योगः स्तोः चुनाचुः इत्यनेन च्युत्वं यज् योगः जायते यज्जायते. एवमेव सर्वाणि हल्सन्धि सूत्राणि. अत्र जलां जशोन्ते पूर्वं भवति इति स्तोः चुनाचुः इति असिद्धत्वात्. इदानीमत्र यद् योगः जायते स्तोः चुनाचुः इत्यनेन च्युत्वं भूत्वा परसूत्रमेव कार्यं करोति वा? किमत्र इदानीमेव तत्र दत्तवन्तः जलां जशन्ति इति सूत्रं 8 to 39 पश्येम. जल्वर्णात् जश्वर्णः वर्ग चतुर्थ तृतीय द्वितीय प्रथम ऊष्माणः इति भवति. अत्र दकारः वर्ग तृतीयस्थाने अस्ति. अनन्तरं वर्गतृतीयः अद इदानीम् उदाहरणरूपेण पश्यामि चेत् अत्र वाक् इति अस्ति चेत् प्रथमवर्णस्य स्थाने तृतीयवर्णः जलां चिषन्ति जल्वर्णस्य स्थाने जस्वर्णः जस्तून् नाम्ना जायते अष्टाध्यायं जस्त्व विधायक द्वे सूत्रे स्तः जलां चिषन्ति एतत् नास्ति नास्ति अत्र जलां चिषन्ति इत्यनेन अत्र किमर्थम् अत्र तादृशम् अभवत् इति अहं न जानामि सोगचुनात्सुः इति पश्यामि चेत् सोगचुनात्सुः इत्यनेन अत्र दकारस्य स्थाने किमर्थम् अत्र तादृशं भवति इदानीं पश्यतु अत्र दकारस्य स्थाने जकारः सुहृद् इति भवति चेत् अत्र दकारस्य स्थाने जल्वर्णः भूत्वा सुहृज्ज्वलति इति भवति इदानीम् अत्र परसूत्रम् असिद्धं भवति इति तत्र दत्तम् परन्तु किमर्थम् एतत् स्वीकृत्य अत्र कार्यं जस्वसन्धिः सन्धिः सूत्रसङ्ख्या 39 लघुसङ्ख्या इत्युक्ते किम् अत्र लघुकौमुदी लघुकौमुद्या सङ्ख्या अत्र जलां जशन्ति इति पश्यामि चेत् कौमुदी अत्र 84 अस्ति कौमुदी 84 इदानीं 67 कौमुदी लघुकौमुदी भिन्नं वा 67 67 अत्र तु लोपः शाकल्यस्य इति तत्र दत्तम् न तत् सिद्धान्तकौमुद्या सङ्ख्या तद् लघुसिद्धान्तकौमुदी सिद्धान्तकौमुदी भिन्नम् अस्ति अहं चिन्तयामि किम् अत्र दत्तं लघु लघुसिद्धान्तकौमुदी इति दत्तं वा आमां लघुसङ्ख्या पश्याम अत्रापि किम् अस्ति अत्र 67 67 अत्र नास्ति एव सिक्स्टि सेवेन् अत्र जलां जशन्ते एव आगत्य कार्यं करोति इति तत्र दत्तम् जलां जश्नोति एव अत्र कार्यम् आगत्य कार्यं करोति इति परन्तु अत्र स्तोः चुनाचुः इति पूर्वं दत्तम् इत्यस्य असिद्धत्वात् जलां जश्नोति एव कार्यं करोति इति अहं मन्ये अत्र तु द्वयोः सूत्रयोः समान कार्यं काले आगत्य समानकाले आगत्य आगच्छति प्रथमम् अत्र चुत्वमस्ति यज् इति अस्ति प्रथमम् अत्र यद् इति भवति खलु प्रथमं यद् इति भवति अनन्तरम् अत्र जलां चषन्ते इत्यनेन एव दकारस्य स्थाने जकारः भवति स्तोः चुनाश्चुः इत्यनेन अपि यज् दकारः जकारः भवति समानेव समानमेव अत्र उदाहरणं सम्यक् नास्ति अत्र द्रष्टव्यम् अत्र पठनसमये अत्र बहवः आचार्याः किमर्थम् एतादृशं दत्तम्, अत्र एतत् विषये द्रष्टव्यम्, अनन्तरं प्रष्टव्यम्, अहम् अग्रिमवर्गे एतत् विषये वदामि इति अपि किञ्चित् उक्तवन्तः. अस्तु, त्यजतु. इदानीं यवलोपसन्धिः 8319 अस्ति, अत्र पश्यामि किं भवति इति. 8319 अत्र अहं ग्रूप् मध्ये लिङ्क् प्रेषितं, भवान् दृष्टवान् वा? किं लिङ्क् महोदय? एतत् इदानीम् अत्र सूचयिष्यामि. अत्र भवन्तः विषये एव एतत् भवन्तः विषये एव अत्र इदानीं करपत्रमस्ति खलु, एतत् भवन्तः विषये एव अत्र अलोड् अस्ति, द्रष्टुं शक्यते इति. अन्येषां कृते एतत् समीचीनं नास्ति, इत्युक्ते आगन्तुम् अत्र कार्यं कर्तुं न शक्यते इति. इदानीम् अत्र पश्यतु, HTTP वर्ल्ड् संस्कृत नेट् विकि मेन् पेज् अस्ति खलु? आमाम्. एतत् भवन्तः कृते एव अत्र अलोड् अस्ति, अन्येषां कृते नास्ति एव. परन्तु अन्येषां कृते अन्य ग्रूप् मध्ये एतत् विषये पाठनार्थं प्रथमम् अत्र अनुमतिं दातव्यं, स्वीकर्तव्यम्. इदानीम् एतत् अस्ति खलु अनिल् महोदय? न न, तत् लिङ्क् तु सर्वमेव एक्सेस् कर्तुं शक्यते. न न, इदानीम् अन्य समूहे अपि अस्ति खलु, अन्यसमूहे अपि अस्ति खलु. इदानीं मालती इति अस्ति, आर्ष मालती कुत्र भवति चेत् आर्षविद्यालय इति कोयम्बुत्तूर् मध्ये अस्ति, आर्षविद्यालय इति कोयम्बुत्तूर् मध्ये अस्ति. Because this is a general website link, so anyone should be able to access it. No, no. You are typing in Malati group actually. तत्र मम आशा किम् अस्ति चेत् अत्र अनिल् महोदयस्य समयः अस्ति चेत् यत्र वयं पाठः विषये चलन्ति खलु तत् सम्यक् अस्ति. भवान् कुत्रापि कार्यालये कार्यं करोति वा? अतः प्रातःकाले गन्तव्यम्, अनन्तरं सायङ्काले एव आगन्तव्यम् इति अस्ति खलु? प्रतिदिनं कार्यं करोमि, सप्ताहे द्वौ दिनौ. वर्क् फ्रम् होम्. अन्यत्र अन्य पठनं करोमि. अतः एव मम प्रश्नः अस्ति अत्र. इदानीं वयम् अत्र पूर्वत्र सिद्धम् इति कार्यम्, एतत् विषये करपत्रम् अस्ति अस्माकं कृते. अत्र एतत् मम कृते, अनन्तरम् अस्माकं कृते किञ्चित् अत्र गत्वा पाठः पठतु किम् अस्ति इति. मम कृते किञ्चित् साहाय्यं कर्तुं शक्यते खलु. तादृशमेव अत्र अपि भवति, अन्ये वर्गे अपि भवति. अत्र किमर्थं चेत् श्रीराममहोदय, अनन्तरम् अत्र मेघरूमहोदय, अत्र श्रीविद्याभगिनी न आगच्छति चेत् ते वर्गं स्वीकृतवन्तः. अतः एव मम प्रश्नः अत्र अस्ति, भवान् अपि तादृशं कर्तुं शक्यते इति मम चिन्तनमस्ति. समयः अस्ति चेत् वर्गं स्वीकर्तुं अहं न शक्नोमि. न सर्वदा नास्ति, सर्वदा अहमेव अस्मि. अग्रिमवर्गः इदानीं अद्य किम्, अद्य 6 अस्ति खलु, अनन्तरम् अग्रिमवर्गे 13th अहं तु द्वारका गमिष्यामि. अस्तु, द्वारका गमिष्यामि. 20th सायङ्काले एव अहम् आगमिष्यामि. अतः मम चिन्तनं किमस्ति चेत् इतःपर्यन्तं किं किं सूत्रम् अभवत् एतत् अत्र अहं मम अपि श्वः सूरत् नगरे गमिष्यामि. त्रयोदशदिनाङ्के पुनः आगमिष्यामि. प्रातःकाले आगमिष्यति वा? प्रातःकाले अस्ति वा? भवान् कुत्र वसति? अहं बेङ्गलूरुनगरे वसामि, परन्तु मम आचार्यगुरुदेव सूरत् नगरे अस्ति. अहं तत्र गत्वा आगमिष्यति इति त्रयोदशदिनाङ्के आगमिष्यति इति उक्तवान् खलु, अत्र प्रातःकाले आगन्तुं शक्यते वा इति मम प्रश्नः. न न, सायङ्काले. अस्तु, अतः तत्र त्रयोदश दिनाङ्के विरामकालः स्वीकुर्मः. अनन्तरम् अत्र 20 अस्ति खलु, 20 सायङ्काले एव मम फ्लैट् अस्ति. त्रयोदश प्रातःकाले अस्ति, 3:30 ओर्लि मार्निङ्ग् अस्ति मम फ्लैट्. अनन्तरं 20th अपि सायङ्काले अस्ति मम फ्लैट्. 20th मध्ये अत्र एतानि सर्वाणि सूत्राणि अत्र सूचनार्थम् अत्र भवतः साहाय्यम् अस्ति चेत् करोतु, न तु विरामकालः स्वीकुर्मः. अत्र विरामकाल उचितम्. अतः अत्र 20th अपि 20th अपि 23 अपि 20th अपि. अस्तु, अत्र सप्ताहे द्वौ अत्र विरामकालः स्वीकुर्मः. अत्र अहम् एतद्विषये ग्रूप् मध्ये सूचयिष्यामि, वर्गः नास्ति इति. अस्तु, अस्तु, त्रयोदश अनन्तरं 20 वर्गः नास्ति इति. अस्तु, इदानीम् अत्र जलांशन्ते इति सूत्रं आगत्य कार्यं करोति इति, एतत् पूर्वसूत्रमस्ति, परसूत्रम् असिद्धं भवति इति तत्र दत्तं. परन्तु इदानीं तत्र जलांशन्ते जश्वसन्धिः भवति, जलांशन्ते इत्यनेनैव कार्यं करोति इति तत्र दत्तं. परन्तु अत्र सोः चुनाचुः, अहम् एतत् विषये अत्र पृच्छामि एव. अस्तु, इदानीम् अत्र यवलोपसन्धिः अस्ति, यकार वकार लोपः, एतदेव यवलोपसन्धिः. अनन्तरं लोपः शाकल्यस्य इति अपि अस्ति. लोपकशाकल्यस्य सूत्रं किं वदति चेत्, एतत् सूत्रमस्ति, एतत् सन्धि भवति खलु. इदानीं यवलोपसन्धि 8:3:19 यवलोपसन्धि अत्र भवान् पठतु. अवर्णात् अकारात् आकारात् परस्य पदान्तवकारस्य पदान्तयकारस्य च संहितायाम् अस् वर्णे परे साकल्यस्य साकल्यस्य मतेन इत्युक्ते विकल्पेन लोपः भवति. विकल्पेन एव अत्र कस्मिंश्चित् स्थाने पदान्तवकारस्य लोपः भवितुमर्हति, पदान्तयकारस्य अपि लोपः भवितुमर्हति, परन्तु विकल्पेन एव भवति, किञ्चित् स्थाने श्रूयते, किञ्चित् स्थाने न श्रूयते इति. इदानीमत्र वार्तिकमिति वररुचिः वयं जानीमः, तादृशमेव अत्र अन्यमत व्याकरणः किमस्ति, अत्र शाकल्यस्य मतम् इति अस्ति. तत् मतेन अत्र लोपः शाकल्यस्य, एतदेव अत्र लोपः शाकल्यस्य आयाति कार्यं करोति, यकारवकारविषये अत्र लोपः भवितुम् अर्हति इति. एतदेव अत्र लोपः शाकल्यस्य अत्र 30 किं भवति इति पश्येम. लोपः शाकल्यस्य एतदेव अत्र अपि दत्तम्, आवर्णपूर्वयोः, आवर्णपूर्वयोः अचुवर्णात् पूर्व अचुवर्णात् आवर्णपूर्वयोः इत्युक्ते अकार आवर्णपूर्वयोः पदान्तयोः यवयोः लोपः भवति. यव अस्ति चेत् अत्र वशि इति अस्ति वा अशि, शित् नास्ति, परे अस्ति चेत् अत्र यकारवकारः लोपः भवति. एतदपि विकल्पेन भवति, किञ्चित् स्थाने श्रूयते, किञ्चित् स्थाने न श्रूयते. इदानीम् अत्र वणे इति अस्ति, अत्र पठतु अञ्जना, पठतु. वने इति वनै इति यचो यावः इति आय् आदेशः. न आय् नास्ति, ऐ ऐ आय् अत्र भवति. ऐ इति अस्ति चेत् अत्र वने इति एकारः श्रूयते, अत्र यान्तवान्त सन्धि सर्वं जानन्ति एव. अत्र ए ऐ ओ औ अस्ति, ए अस्ति चेत् एचो यवा यवः इति सूत्रेण ए स्थाने अयादेशः भवति, ऐ स्थाने आय् आदेशः भवति. अनन्तरम् अत्र किमस्ति, ओ स्थाने औ आदेशः भवति, औ स्थाने अवादेश आव् आदेशः भवति. अतः अत्र किञ्चित् किं सावधानतया वक्तव्यं, वणै इति अस्ति, एकारस्य स्थाने अयादेशः भवति, एचो यवा यावः इत्यनेन. अग्रे पठतु. वन वन् इति लोपः शाकल्यस्य इति यकारस्य विकल्पेन लोपः. प्रतिपादयतु प्रतिपादयतु. प्रतिपादयतु इत्युक्ते किम् अर्थं भवति वदतु इति. अनिल् महोदय वदतु. अहं महोदय. आं महोदय, अत्र वनय इति अनन्तरं वन इति अत्र यकारस्य लोपः अस्ति. यकारस्य लोप किमर्थं, तत् लोपः साकल्यस्य सूत्रेण. तावदेव, अग्रे पठतु. अत्र अग्रे आद्गुणः इति सवर्णदीर्घसन्धि दीर्घसन्धि न भवति, यतः लोपसाकल्यस्य अष्टाध्यायतृतीयपादे नवदश एतत् सूत्रम् आद्गुणः षट् अध्याये प्रथमपादे सप्त अशीति इत्यस्य कृते असिद्धम् अस्ति, अतः लोपसाकल्यस्य इत्यनेन कृतयकारलोपः आद्गुण इत्यनेन नैव दृश्यते. किमर्थं चेत् एतत्तु आद्गुणः इति, इदानीं लोपः शाकल्यस्य इत्यनेन यकारः लोपः भवति, विकल्पेन भवति, विकल्पेन लोपः. अत्र आद्गुणः इति अत्र वणयोगः इकारः अस्ति, वण नकार नकार उत्तरवति किमस्ति, अत्र इकारः अस्ति, अकार अस्ति, अकारे इकारमेलनेन अत्र गुणसन्धिः भवितुम् अर्हति. अतः एव अत्र वने इति पूर्वं दत्तं खलु, वने इति तत्र दत्तम्. एतत् आदिगुणः इति प्रसक्तिः अस्ति अत्र एव. इदानीं आदिगुणः इति सवर्णदीर्घः न भवति. लोपशाकल्यस्य सूत्रम् आदिगुणः इति अस्य कृते असिद्धं भवति. अत्र सवर्णदीर्घः कुत्र महोदय? सवर्णदीर्घः अत्र किमपि सवर्णदीर्घः न भवति अत्र. अत्र एकारः अस्ति, इकारः अस्ति, अत्रापि किमपि सवर्णदीर्घः न भवितुम् अर्हति एव. अस्तु, न भवति अत्र सवर्णदीर्घः इति न वक्तव्यम्. अत्र आदिगुणः इत्यस्य गुणः न भवति इति अत्र गुणः भवति, गुणः न भवति. किञ्चित् अत्र किम् अस्ति, नीलेश् महोदयेन उक्तं कुत्र कुत्र दोषः सन्ति एतत् सूचयतु इति. बहुवारं मया सूचितमेव अत्र. किञ्चित् अहमपि कोऽपि वारं अत्र कापि पेस्ट् कृतवन्तः. उच्चैः उदातः, नीचैः उदातः इति अस्ति सूत्रमस्ति अत्र. उच्चैः अपि तादृशमेव भवति, नीचैः अपि तादृशमेव भवति. सूत्रं भिन्नभिन्नसूत्रं, परन्तु अत्र कट् पेस्ट् कृतं मया सूचितं विषये एव. एतत् विषये नीचैः इति भवितव्यं, तत्रापि उच्चैः एव दत्तम्. एतत् अत्र कापि पेस्ट् कृतं महोदय, अत्र किञ्चित् दोषः सन्ति समीकरोतु इति मया ईमेल् द्वारा प्रेषितमेव, परन्तु अत्र किमपि न पर्यन्तम्. अस्तु, इदानीं लोपकशाकल्यस्य सूत्रं तु अष्टाध्याये तृतीयपादे 19 सूत्रमस्ति. आदिगुणः तु षष्ठम अध्याये प्रथमपादे अस्ति. एतत्तु षष्ठम अध्याये पूर्वसूत्रमस्ति. इदानीम् अत्र कृते असिद्धं भवति आदिगुणः इति असिद्धं भवति. अतः लोपः शाकल्यते इत्यनेन कृतः यकारलोपः आदिगुणः इत्यनेन नैव दृश्यते. एतत् सूत्रं पूर्वसूत्रात् परसूत्रम् असिद्धं भवति इति वयं दृष्टवन्तः पूर्वत्र सिद्धम् इत्यनेन. परन्तु किञ्चित् स्थाने अन्यसूत्रं न दृश्यते एव. एतदेव कार्यं करोति. एतत् किमस्ति, किञ्चित् अपवादत्वेन किञ्चिदेव अत्र न न महोदय, अत्र प्रथमं तु एचवायव अनन्तरं वन इति अस्ति. अत्र वन अकार अस्ति इति इकार अस्ति. अत्र प्रथमम् अष्टाध्यायत्रिपादीसूत्रं कार्यं करोति चेत् अनन्तरं षष्ठ अध्याय सूत्रं उपयुज्य न कर्तुं शक्यते. तत् कारणात् वन इति वनेति न भवति. वनयोग इति आदिगुणकार्यं करोति चेत् वनेति भवति. वने इति भवति, परन्तु इदानीम् अत्र वन इति एव तिष्ठति अत्र. आमाम्. अतः किं कार्यं करोति इदानीं अत्र यकारः लोपः भवति खलु? आमां. वनौ इति भवति, अयादेशः भवति, एचो एव यावः इत्यनेन. इदानीम् अत्र वन इति भवति, अत्र यकारस्य लोपः भवति, अत्र किं सूत्रं कार्यं करोति इदानीम्? लोपशाकल्यस्य एतदेव कार्यं करोति. परन्तु एतत् विषये अत्र किञ्चित् इतोपि दत्तं, पठतु भवानेव पठतु. लोपशाकल्यस्य इत्यनेन उक्तः लोपः वैकल्पिकः अस्ति, अतः वन इति अस्यां स्थितौ पक्षे व्योः लघु प्रयत्नतरः शाकटायनस्य इति वैकल्पिकः लघुच्चारणः यकारः अपि सम्भवति. येन वनरिति इति जायते. पक्षे च केवलं वर्णमेलनं कृत्वा वनरिति इत्यपि सिद्ध्यति. वनरिति इत्युक्ते किं महोदय? वनर् इति अत्र अन्यमतमपि अस्ति शाकटायनस्य. अत्र प्रथमं वयं दृष्टवन्तः लोपः शाकल्यस्य इत्यनेन वैकल्पिकः अस्ति, विकल्पः अस्ति. अत्र इदानीमत्र वणै इति स्वीकुर्मः, एचो एव यावः इत्यनेन. अस्यां स्थितौ पक्षे व्योर् व्योः खलु वकार यकारयोः लघु प्रयत्नतरः किमस्ति चेत् अत्र शाकटायनस्य इति अपि मतमस्ति. अत्रापि वैकल्पिकः लघु उच्चारणः यकारः अपि सम्भवति, येन लोपः शाकल्यस्य अन्यसूत्रं, शाकटायनस्य इति अन्यसूत्रम्. अत्र लघु उच्चारणः यकारः सम्भवति किं चेत् अत्र वनैरिति यकारः श्रूयते, रेपः अपि भवति. अत्र किमर्थं रेपः आयाति इति अत्र अग्रिम उदाहरणमपि एतद् विषये अस्ति. पक्षे केवलं वर्णमेलनं कृत्वा वनै इत्यपि सिद्ध्यति, वैकल्पिकः अस्ति खलु. एकस्मिन् पक्षे रेपः श्रूयते, अन्येस्मिन् पक्षे रेपः न श्रूयते, अतः एव वनै इति भवति वर्णमेलनेन. अत्र रेपः केन सूत्रेण आयाति वयं जानीमः, ससजुषोरुः इत्यनेन. इदानीमत्र पूर्वमेव वयं दृष्टवन्तः भो भो अहो अपूर्वस्य योषि इत्यनेन यकारः श्रूयते, ऋत्वस्य स्थाने यकारः आयाति. इदानीमत्र लोपः शाकल्यस्य इत्यनेन तत् यकारः अपि लोपः भवति, अथवा तत्र अर्जुनो युवाच, अर्जुन युवाच, यु उवाच मेलनेन अर्जुन उवाच इति भवति खलु. इदानीम् अन्यसूत्रमपि अस्ति, अन्य उदाहरणमपि अस्ति, द्वौ एतौ इति अस्ति. अत्र अवादेशः वौ इति अस्ति, अतः अवादेशः द्वौ इति, द्वौ इति भवति, एतौ एचो एव यवः इत्यनेन द्वौ भवति. इदानीं लोपः शाकल्यस्य इत्यनेन वकारस्य लोपः भवति, द्वा एतौ इति भवति. इदानीमत्र पश्यतु व्योः लघु प्रयत्नतरशाकटायनस्य इति सूत्रेण विकल्पेन लघु उच्चारणवकारः कृते, वकारः कृते अत्र द्वार् वेतौ इति भवति, द्वार् वेतौ. किमर्थं चेत् अत्र तत् अभावे केवलं वर्णमेलनमेव, द्वा वेतौ इति अत्र वर्णमेलनमस्ति खलु, वकार एकारमेलनेन अत्र द्वा इति भवति. मेलनेन एकारः अस्ति, द्वा वेतौ इति भवति. अत्र लघु प्रयत्नः वैकल्पिकः, एकस्मिन् पक्षे आयाति अन्यस्मिन् पक्षे न आयाति. इतोपि अत्र वयं सर्वं अष्टाध्यायीसूत्राणि अस्ति, अत्र किमपि अपवादत्वेन एतत् पूर्वसूत्रं बलवत् न भवति, अपवादत्वेन बलवत् भवति इति उक्तवन्तः. परन्तु किञ्चित् स्थाने पाणिनीयसूत्रं व्यक्तं न भवितव्यम् इति अत्र यत्रापि अत्र सूचितवन्तः. किञ्चित् इतः पर्यन्तं क्लेशः अस्ति एव खलु महोदय. अत्र ससजुषोरुः इत्यनेन आयाति. इदानीम् अग्रे गच्छेम. इदानीम् अनुस्वारसन्धिः, अनुस्वारसन्धिः मूनुस्वारः इत्यस्य पदान्ते भवति, नच्च पदान्तस्य नच्च अपदान्तश्च नः च अपदान्तस्य जलि इत्यनेन अनुस्वारः भवति. मूनुस्वारः पदान्ते भवति, नच्च पदान्तस्य जलि इति. इदानीम् अत्र अनुस्वारसन्धिः एतदेव, पदान्ते पदान्ते. अत्र नमुना न्यमुडागमसन्धि, न्यमुडागमसन्धि न्यमोरस्वात् अचि न्यमुन् नित्यम्. यत्र ञम् वर्णः ञकारः मकारः अस्ति चेत् अत्र ह्रस्वः अचि परे अस्ति चेत् अत्र ञमुन् नित्यम्. अत्र द्विवारम् आगत्य कार्यं करोति. 8332 पश्येम. Thank you. 32 एव खलु अत्र अञ्जना पठतु तस्व स्वरात् परः पदान्ते विद्यमानः यः वर्णः सायात् परस्य अस्वर्णस्य संहितायां यदा सङ्कायां दुन्त् नुन्त् नुन्त् आगमः भवति अत्र रसस्वरात् परः पदान्ते विद्यमानः यः ञकारः नकारः नकारः वर्णः तस्मात् परस्य अचुवर्णस्य अचुवर्णः परे अस्ति चेत् अत्र यथासङ्ख्यम् अनुदेशः इत्यनेन नुट् नुट् नुट् आगमः भवति नुट् आगमः भवति इति अत्र उदाहरणरूपेण भवान् पठतु प्रत्यङ्क किम् पठतु प्रत्यङ्क योग आत्मा प्रत्यङ्क नुट् आत्मा नमो रस्वाद् अचि नमो नमो नित्यम् इति पदान्त नकारात् परस्य स्वरस्य नुट् आगमः प्रत्यङ्क न आत्मा टकारस्य हलन्त्यम् इति संज्ञा तस्य लोपः इति लोपः डकारोत्तरः उकारः उच्चारणार्थः अतः सोऽपि लुप्यते प्रत्यङ्गात्मा अत्र पूर्ववर्णः द्विवारम् आगत्य कार्यं करोति एतदेव एतदेव मनसि स्थापनीयम् अत्र नुट् आगमः भवति केन सूत्रेण नमो रस्वात् अचि नमो नित्यम् इति सूत्रेण प्रत्यङ्ग इति अस्ति नुट् आगमः भवति किमर्थं चेत् अत्र रस्वात् अचि नमो नित्यम् अचुवर्णः अस्ति आत्मा इति अचुवर्णः पूर्वं भवति नुट् इदानीं तत्र टकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति अनन्तरं सर्वदा उकारः उच्चारणार्थमेव ङ एव तिष्ठति इदानीम् अत्र प्रत्यङ् ङ् आत्मा इति अस्ति इदानीम् अत्र वर्णमेलनेन इङ् आत्मा इति अस्ति तत् इदानीं प्रत्यङ्गात्मा इति भवति सर्वदा तादृशमेव भवति उकार अन्य कुत्र गच्छति महोदय नुट् अस्ति टकार तु हलन्त्यम् उकार कुत्र गच्छति उकार उच्चारणार्थमेव तावदेव अत्र अस्ति खलु वयं पूर्वमेव दृष्टवन्तः उकारः उच्चारणार्थः एव अत्र किमपि कार्यं नास्ति एव सर्वदा वयं दृष्टवन्तः तादृशमेव भवति नुम् आगमः भवति इति इदितो नुम् धातोः खलु इदितो नुम् धातोः इत् यत्र भवति इत् इत् यत्र भवति तत्र नुम् आगमः भवति इति इदितो नुम् धातोः नुम् मकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति नुम् मध्ये इदानीम् उकारः उच्चारणार्थः नकारः एव तिष्ठति तादृशमेव अत्र उकारः इति भवति इदानीम् अग्रे गच्छेम इदानीं छुत्वसन्धि स्तोः चुनाचुः इत्यनेन इदानीमेव वयं दृष्टवन्तः अत्र चुनाचुः स्तोः इति अस्ति स्तोः इत्युक्ते सकारस्य चु 8440 अत्र पश्यतु स्तोः इति षष्टि एकवचनं तुना इति तृतीय एकवचनं प्रथमा एकवचनम् अत्र स्तोः इति स्थाने चुः आदेशः भवति षष्टि स्थाने एव अत्र आगमः आदेशः भवति. प्रथमः किं सूचयति? आगमः आदेशः. एतत् भवति. इदानीम् अत्र चुनायि इति तृतीय अस्ति. अत्र पूर्वमपि भवितुमर्हति, परे अपि भवितुमर्हति. इदानीं पञ्चमी इति स्वीकुर्मः चेत् परकार्यं, सप्तमी इति स्वीकुर्मः चेत् अत्र पूर्वकार्यं, परनिमित्तं. पञ्चमी परकार्यम्. इदानीं चुना इति तृतीया स्वीकुर्मः चेत् पूर्वमपि भवितुमर्हति, परे अपि भवितुमर्हति. एतदेव अत्र चुनाच्युः इति. अनन्तरम् अत्र श्रुत्वसन्धिः एतदपि किञ्चित् तादृशमेव अत्र भवति. चुनाच्युः इति स्वीकुर्मः. पठतु, भवान् पठतु. सकारात् वर्गयोः सकारट् वर्गाभ्यां योगे संहितायां सकारट् वर्गौ स्तः. अत्र पश्यतु, सकार वर्गयोः सा इति अस्ति अत्र, एतद् एव सा इति. अनन्तरं ता वर्गयोगस्थ स्थ द ध न अस्ति, तत् वर्गयोः. अनन्तरं शकार एकमेव शकारः अस्ति. ता वर्गयोः तत् द ड न मूर्धने नकारः योगे संहितायां शकार ट वर्गः स्तः. अत्र सकारः अस्ति चेत् रामः, रामयोगः सु अस्ति चेत् षष्ठः. अत्र रामस् षष्ठः सकारः आगत्य कार्यं करोति. अतः एव अत्र सकारः अस्ति, रामषष्ठः इति भवति. सुस्थाने उपदेश अज अनुनासिक इत्यनेन अनुनासिकवर्णः उकारः गच्छति इति भवति. सा एव तिष्ठति. इदानीं रामस् भवति, परवर्णः षष्ठः इति भवति. एतत् दृष्ट्वा सकारस्य स्थाने चकारः भूत्वा रामषष्ठः इति भवति. इदानीमेव वयं दृष्टवन्तः खलु, तवर्णयोः अनन्तरं शकार टावर्णयोः सकारः अस्ति, टावर्णः अस्ति, शकार टावर्गौ स्तः. सकारस्य टावर्गः अस्ति चेत् अत्र शकारः भवति इति. अतः एव रामषष्ठः इति भवति. अत्र किञ्चित् इदानीम् अपि उदाहरणं बहवः सन्ति. एतत् समयः अस्ति चेत् अन्ततो गत्वा पठतु किम् अस्ति इति. अत्र इदानीम् अग्रे गच्छेम. श्रुत्वसन्धिः अनुनासिकसन्धिः. अत्र यरोणुनासिको न अनुनासिको वा इति सूत्रेण यर्वर्णः अस्ति चेत् परे, अत्र अनुनासिके अनुनासिको वर्णः, अनुनासिकसन्धि 8445. यरोणुनासिको न अनुनासिको वा? अञ्जना पठतु. पदान्ते विद्यमानस्य यर् वर्णस्य अनुनासिके परे विकल्पेन अनुनासिकादेशः भवति. यत् हकारं विहाय सर्वाणि व्यञ्जनानि. उपरि अस्ति महोदय. तद् अस्ति यर् यर् महोदय न श्रूयते. महोदय न श्रूयते. अहं श्रोतुं अस्तु अस्तु अस्तु. पदान्तकवर्गीयवर्णस्य गकारस्य अनुनासिके नकारादेशः. वाचः मुखम् षष्ठी. अत्र प्रथमपङ्क्तिः अस्ति खलु, पदान्ते का वर्गीयवर्णस्य का वर्गः अस्ति पदान्ते, पदान्ते का वर्गः अस्ति, का वर्गीय पञ्चमवर्णः एव अत्र आगन्तव्यम्. एतदेव यरोन्नासिको अनुनासिको वा इति सूत्रं भवति खलु. इदानीम् अत्र उदाहरणं पठतु. वाचः योगमुखं षष्ठी इति षष्ठी तत्पुरुषः. वाच् मुख कृतद्धितसमासाश्च इति प्रातिपदिकसंज्ञा. सुपो धातुप्रातिपदिकयोः इति सुलोपः. वाक् मुखः मुख चोः कुः इति कुत्वम्. वाग् मुख जलां जशोन्ते इति जस्त्वे गकारः. वाङ् मुख यरो अनुनासिके अनुनासिको वा इति विकल्पेन अनुनासिकादेशः. ककारस्य सवर्णः नकार आदेशरूपेण विधीयते. वाङ्मुख अत्र पश्यतु, प्रथमम् अत्र वाचः मुखम् इति अस्ति. वाचः षष्ठी इत्यनेन षष्ठी तत्पुरुषः भवति. वाचः मुखम् इति अत्र तत्पुरुषः भवति. इदानीं वाच् मुख् इति मुख इति भवति. अत्र कृत् तद्धितसमासा च इति सूत्रेण एव वयं प्रातिपदिकसंज्ञा स्वीकुर्मः. कृत् तद्धितसमासा च इति सूत्रमेव अस्ति. एतत् सूत्रेण एव वयं प्रातिपदिकं स्वीकुर्मः. अत्र प्रातिपदिकसंज्ञा भवति. राम इति भवति चेत् अत्र कृत् प्रथमं रमु क्रीडायाम् इति अस्ति. अनन्तरं तत् गञ्जि गञ् प्रत्ययमपि आगत्य कार्यं करोति, अतः राम इति भवति. तत् राम केन सूत्रेण भवति चेत् अत्र गञ् प्रत्ययमपि कार्यं करोति, परन्तु अत्र कृत् तद्धितसमासा च इत्यनेनैव अत्र कार्यं भूत्वा वयं स्वीकुर्मः. राम इति प्रातिपदिकसंज्ञा भवति. इदानीं सुपो धातु प्रातिपदिको इति एकं सूत्रमस्ति. अत्र सुप् लुक् भवति, अतः अत्र वाचः इति अस्ति खलु. वाचः इति केन सूत्रेण आगत्य कार्यं करोति? प्रथमं सुप् अस्ति, सकारः अस्ति, ससुजिषुरुः अस्ति, अनन्तरं परावसानयोर्विसर्जनीयः. एतत् सर्वाणि अत्र सूत्राणि कार्यं कृत्वा एव अन्तिमपदं वाचः इति भवति खलु. रामः इति पदम् महोदय अत्र संशयः अस्ति वा? इदानीम् अत्र कृत् अतीतसमासा च इत्यनेनैव प्रातिपदिकसंज्ञा भवति. इदानीम् अत्र चकारः अस्ति. चकारः अत्र प्रथमसूत्रमस्ति चोहुकुः इति. चोहुकुः इति अस्ति, अतः तत्र चकारस्य क्रमेण ककारः. प्रथमवर्णस्य स्थाने प्रथमवर्णः, द्वितीयवर्णस्य स्थाने द्वितीयवर्णः, तादृशं भवति. एतदेव चोहुकुः. एतत् चोहुकुः इत्यनेन कृत्वं भूत्वा चकारस्य स्थाने ककारः भवति. वाक् योगः मुख इति भवति. इदानीमत्र प्रथमवर्णस्य स्थाने तृतीयवर्णः 1-3 जलां जषवन्ति इति सूत्रं कार्यं करोति, अतः तत्र प्रथमवर्णस्य ककारस्य स्थाने गकारः भवति. वाग् मुख इति भवति. इदानीं यरुणनासिकौ न अनुनासिक वा इति सूत्रेण विकल्पेन अनुनासिक आदेशः भवति. गकार सवर्णः ण्यकारः. सवर्णः अत्र किमस्ति? गकारस्य अन्तिमवर्णः एव सवर्णः भवति खलु. सवर्णः ण्यकारः आदेशरूपेण विद्यते. अतः तत्र ककारस्य अन्तिमवर्णः पञ्चमवर्णः वाङ् इति अस्ति, अतः एव वाङ्मुखः वेदविषयः अत्र अस्ति. अत्र किञ्चित् क्लेशः अस्ति वा अञ्जना? समीचीनं प्रश्नः उदेति वा महोदय? अत्र श्लोक सूत्रसङ्ख्या अस्ति अष्टाध्याय त्रिपाद्याम् अस्ति. एतत् क्रमेण आगत्य कार्यं करोति. 8:30, 8:39, 8:45 क्रमेण आगत्य कार्यं करोति. अत्र अपवादत्वेन पूर्व पर नित्य अन्तरङ्ग अपवादत्वेन बलाबलचिन्तनं किमपि नास्ति अत्र. किमपि नास्ति, अत्र क्रमेण आगत्य कार्यं करोतु. एतत् सूत्राणि नास्ति चेत् अत्र वाङ्मुखः इति कथं वयं स्वीकुर्मः खलु? अत्र इदानीम् अत्र पूर्वसूत्रं किमस्ति, परसूत्रं किमस्ति इति वयं न द्रष्टुं शक्यते. यत्र एकत्र आगत्य कार्यं करोति तत् स्थाने एव प्रश्नः उदेति खलु? इदानीं यरोणुनासिको न अनुनासिक वा इति अस्य यत्र यर्वर्णः अस्ति तत् स्थाने तत् वर्गीय पञ्चमवर्णः एव भवति. तावदेव, एकम् उदाहरणम् एतत् द्रष्टुं शक्यते एव. इदानीम् अग्रे गच्छेम. चत्वसन्धि, एतदपि प्रथमवर्णस्य स्थाने प्रथमवर्णः, एतदेव करीच इति सूत्रेण भवति. इदानीं परसवर्णः पश्येम. परसवर्णः 8:458, 8:459, 8:460 क्रमेण भवति. इदानीम् अनुस्वारस्य ययि परसवर्णः किं वदति चेत् तकारः अस्ति चेत् तत्र अन्तिमवर्णः एव परसवर्णः भवति. तकारः अन्तिमवर्णः किं? न, दन्त्यनकारः खलु. अत्र नकारविषये किञ्चित् क्लेशः भवति, अतः एव दन्त्यनकारः मूर्धन्यनकारः इति वक्तव्यम्. अनुस्वारस्य ययि परसवर्णः यथा वर्णमस्ति पकारः अस्ति चेत् अत्र अन्तिमवर्णः मकारः तादृशं भवति एव अनुस्वारस्य ये परसवर्णः. इदानीम् अत्र वा पदान्तस्य इति अस्ति, वा पदान्तस्य एतदपि एतत् सूत्रमस्ति. पदान्तस्य एव अत्र कार्यं विकल्पेन, वा इत्युक्ते विकल्पेन एव खलु, अन्यतरस्यां विकल्पेन. इदानीं वा पदान्तस्य विकल्पेन पदान्तस्य कार्यं करोति इति. तोर्लि इत्युक्ते अत्र द्विवारं कार्यं करोति इति. सर्वान् लभते इति अस्ति चेत् लभते इति परे अस्ति, सर्वान् इति नकारस्य स्थाने लकारः भूत्वा एतत् वयं द्रष्टुं शक्यते एव. इदानीम् अनुस्वारस्य ययि परसवर्णः सर्वे जानन्ति एव. इदानीं वा पदान्तस्य तोर्लि पश्येम. वा पदान्तस्य वापदान्तस्य पश्यतु, अत्र पठतु, भवानेव पठतु. पदान्ते विद्यमानस्य अनुस्वारस्य यय् वर्णे परे विकल्पेन परसवर्ण आदेशः भवति. अत्र एतदपि पठतु, यय् वर्णः प्रत्याहार यय् वर्गीयव्यञ्जनानि अन्तस्थाः आहत्य नवविंशतिः एकोनत्रिंशत् भवति आगत्य एकोनत्रिंशत्. अत्र अन्तस्थाः इत्युक्ते किम्? ऊष्माणः इत्युक्ते किम्? कोऽपि ऊष्माण इत्युक्ते शशसः, अन्तस्थ इत्युक्ते उत्तमम्. एतदेव वर्गीयव्यञ्जनानि अनन्तरम् अन्तस्थाः. वर्गीयव्यञ्जनानि सर्वत्र कुचुटु तुपि इति अस्ति, 24+4, 29 आगत्य करोति. इदानीमत्र सर्वं कृष्णमिति अस्ति, अत्र ककारः परवर्णः अस्ति. एतत् परवर्ण दृष्ट्वा अत्र परवर्णस्य अन्तिमवर्णः ञकारः भवति, अतः एव सर्वं कृष्णम् इति भवति. एतत् वैकल्पिकः अस्ति, अतः एव वा पदान्तस्य इति अस्ति. पदान्ते अत्र सर्वं कृष्णम् इति भवति, एकस्मिन् पक्षे सर्वम् इति सर्वं कृष्णं भवति, अन्यस्मिन् पक्षे सर्वं कृष्णम् इति भवति. इदानीम् अत्र तोर्लि पश्येम. तोर्लि अञ्जना पठतु. सा वर्गीयवर्णस्य लकारे परे संहितायां परसवर्णः भवति. भवती एव पठतु उदाहरणम्. मरत् लुनाति, मरत् लुनाति जलां जशोन्ते इति जस्त्वे दकारः. मरुल् लुनाति तोर्लि इति लकारः. यत्र अन्त परवर्णः दृष्ट्वा पूर्ववर्णः अपि मरुद् दकारः अपि लकारः भवति. एतदेव सूत्रं वदति. अत्र भवान् लिखति इति अस्ति, इदानीं मया उक्तम् अत्र लभते तादृशम् अत्र. इदानीं भवान् पठतु. भवान् लिखति, भवान् भवान् लिखति. तोळि इति नकारस्य परसवर्ण अनुनासिक लकारः. यत्र यत् वर्णः अस्ति अत्र नकारस्य स्थाने परवर्णः अनुनासिकवर्णः, अत्र किं लकारः एव भवति. तोर्लि इति सूत्रेण परवर्णः किम् अस्ति, एतत् प्रथमवर्णः लकारः. एतत् दृष्ट्वा पूर्ववर्णः अपि तादृशं केमलियन् इव अत्र परिवर्तनं भवति एव. अस्तु, इदानीम् अत्र किं भवति, परसवर्णः पूर्वसवर्णसन्धिः. अत्र जयोः न्यतरस्यां पूर्वसवर्णसन्धिः इत्युक्ते जयोः न्यतरस्याम् इत्युक्ते मया पूर्वमेव मया उक्तं वाक् इति अस्ति चेत् तत्र वाग् इति चतुर्थवर्णः आयाति. प्रथमं वयम् एतत् विषये श्रुतवन्तः, पठितवन्तः अपि. जयोः न्यतरस्यां प्रथमवर्णस्य स्थाने चतुर्थवर्णः आगत्य कार्यं करोति. इदानीं चतुर्सन्धिः भवति छच्छूटि इत्यनेन. यत्र यत्र चकारः भवति तत् महाप्राणचकारस्य स्थाने षकारः तालविषकारः आगत्य कार्यं करोति इति. 8463 पश्येम, अनन्तरम् अत्र समापयामः. शकारस्थाने चकारः आगच्छति, जानन्ति खलु. अस्तु, अन्तिमश्लोकं वदतु भवान् एव. अन्तिमश्लोकः तु महोदय सूचयिष्यामि. न अहं जानामि, परन्तु पूर्णमिदम् इति अन्तिमश्लोकः सम्यक् अस्ति. न जानाति वा? अहं जानामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. सर्वेभ्यः नमस्कारः, धन्यवादः. अग्रिम 13th and 20th मध्ये वर्गः न अचलत्, किमर्थं चेत् अहं द्वारका इति गमिष्यामि. अत्र पञ्चद्वारकाक्षेत्रमस्ति, अतः वर्गः नास्ति एव. अहम् एतत् विषये ग्रूप् मध्ये अपि स्थापयामि. धन्यवादः, नमस्कारः. नमस्कारः, धन्यवादः. नमस्कारः.